नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति हल्सन्धिपाठः प्रथमः भागः इति। इदानीं प्रथमतया यानि सूत्राणि पठितानि तेषां पुनःस्मरणम् एकवारं, तत्पश्चात् अभ्यासः। मोमूर्छिति धातुतः इदानीं लक्ष्मी भगिनी अग्रे वर्गं चालयिष्यति। अस्तु, धन्यवादः। अस्तु भगिनि, अस्माकं करपत्रे अत्र प्रथमं सूत्रमस्ति हल्नाभ्यो दीर्घसुधिस्य प्रथमं हल् इति सूत्रं। सूत्रस्य अर्थः अस्ति संक्षिप्तरूपेण उक्त्वा, अनुवर्तिसहितसूत्रमपि एकवारम् उक्त्वा अग्रे सरेम। हलन्तात् दीर्घङ्यन्तात् दीर्घाबन्तात् च सूतीसि इत्येषाम् अपृक्तसप्नकस्य हलः लोपः। हल् अन्ते यत्र वर्तते हलन्तात् अपि च दीर्घङ्यन्तात् दीर्घ आबन्धात् तत्तु सुबन्धप्रकरणे आयाति। सूतीसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः भवति इति सूत्रस्य अर्थः अस्ति। अनुवर्तिसहितसूत्रमस्ति दीर्घात् हल्ङाभ्यो सूतीसि अपृक्तं हल् लुप्यते, अन्तिमहल् वर्णः लुप्यते, अत्र अपृक्तसंज्ञकस्य हल् वर्णस्य लोपः जायते इति सूत्रार्थः अस्ति। परं पदान्ते संयोगः यत्र वर्तते तत्र कानिचन सूत्राणि सन्ति। अत्र संयोगान्तस्य लोपः इति मुख्यं सूत्रमस्ति। संयोगान्तस्य लोपः इति सूत्रं वदति, यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति। तर्हि पदान्ते एव इदं कार्यं भवति, पदस्य अन्ते यत्र संयोगः वर्तते तस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति इति अस्य सूत्रस्य अर्थः। अनुवृत्तिसहितसूत्रमस्ति संयोगान्तस्य पदस्य लोपः इति। रात्सस्य अपि उक्त्वा अन्य कोऽपि पठितुं शक्यते। द्वितीयसूत्रं रात्सस्य इति, यस्य भगिनी संयोगान्तस्य पदस्य लोपः इति वा? हा, अनुवृत्तिसहितसूत्रं तत्र इति अस्ति, तथा अस्ति। संयोगान्तस्य लोपः इति सूत्रम् अस्ति, अनुवृत्तिसहितसूत्रम् अस्ति संयोगान्तस्य पदस्य लोपः अलोन्त्यस्य इत्यनेन। अस्तु अस्तु, अवगतम् अवगतम्। इदानीं रात्सस्य इति सूत्रं त्रिपाद्यां वर्तते इदं सूत्रं। यस्य पदस्य अन्ते संयोगः अस्ति संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य एव लोपः भवति, अन्यवर्णस्य न इति सूत्रार्थः अस्ति। वस्तुतः इदं सूत्रं संयोगान्तस्य लोपः इत्यस्य नियमसूत्रमस्ति। किमर्थं नियमसूत्रम् इति वदामः चेत्, पूर्वमेव किं कार्यं सिद्धमस्ति, सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति इति नियमसूत्रस्य लक्षणमस्ति। तर्हि अत्र किं वदति इति चेत्, सामान्यतया पदस्य अन्ते संयोगः वर्तते तस्य संयोगस्य अन्तिमवर्णः लोपः जायते इति। अत्र सामान्यमस्ति, अत्र पदस्य अन्ते एव संयोगः अस्ति। कीदृशसंयोगः इति चेत्, रेफः प्रथमसदस्यः अपि च अन्य कोऽपि वर्णः यथा भवति तत्र रेफात् परस्य सकारस्य एव लोपः भवति, अन्यवर्णस्य लोपः न भवति इति सूत्रार्थः अस्ति। तर्हि कीदृशः संयोगः इति अत्र विशेषरूपेण उक्तं, रेफः एकः सदस्यः स्यात् ततः परं कोऽपि वर्णः भवतु तस्य लोपः न भवति, सकारस्य एव लोपः भवति। सकारः रेफात्परः सकारः अस्ति चेत् लोपः भवति, न चेत् न भवति, अन्यवर्णस्य तु न भवति इति अत्र सूत्रार्थः। अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य तस्य लोपः इति अनुवृत्तिसहितसूत्रम्। अग्रे राल्लोपः अस्ति, अन्य कोऽपि पठति वा? आं भगिनि, अहं पठामि। हा कृपया भगिनि। तर्हि राल्लोपः संयोगान्तस्य लोपस्य नियमसूत्रं वयं दृष्टवन्तः रात्सस्य रेफास्वरस्य च, परन्तु तदा पदान्ते भवति, परन्तु झलादिप्रत्यये परे यदि रेफात् परस्य छकारः अस्ति अथवा वकारः अस्ति तर्हि तस्य लोपः भवति। रेफात् परस्य छकारस्य वकारस्य च लोपः लोपो भवति। क्वि झलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत्, तर्हि भेदः कः रात्सस्य तथा राल्लोपः मध्ये? तर्हि रात्सस्य केवलं पदस्य अन्ते अस्ति तदा एव कार्यं करोति, परन्तु जलादिप्रत्यये परे अस्ति चेत्, क्वि अस्ति चेत् अथवा अनुनासिक च परे अस्ति चेत् रेफात् परस्य छकारवकारस्य च लोपः भवति। तर्हि तत्र अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य रात् छोः लोपः अनुनासिके क्वि झलोः। एतस्य राल्लोपः अभवत्। इदानीम् अग्रे पश्यामः। हलिच किम्? अस्तु, हलिच। तर्हि रेफान्तानां पुनः त्रिपादीसूत्रमस्ति, हलिच रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इकवर्णः दीर्घः भवति हलिपरे। तर्हि यदि रेफान्तः अस्ति अथवा वकारान्तः अस्ति, एतावत् यद् वयं दृष्टवन्तः तत्र रेफः उपधायाम् आसीत्, परन्तु इदानीम् अत्र रेफः अन्ते अस्ति, रेफ अन्ते अस्ति अथवा वकारः अन्ते अस्ति चेत् तथा च अस्य अन्ते कस्यान्ते न पदस्य अपि नास्ति, पदस्य सिद्धप्रक्रियायामपि अस्य कार्यं भवति। तर्हि रेफवकारः धातूनाम् अन्ते अस्ति चेत्, परन्तु धातूनाम् अन्ते अस्ति चेत् तथा उपधायां यदि इकवर्णः अस्ति तर्हि सः इकवर्णः दीर्घः भवति, परन्तु हलि भवेत् तदनन्तरं। तर्हि निमित्तानि कानि? तर्हि प्रथमतया तु धातूनाम् अन्ते रेफः अथवा वकारः अन्ते भवेयुः, तदनन्तरम् उपधायाम् इक् वर्णः भवेत्, तथा च तस्मात् अनन्तरम् इत्युक्ते परे हलि भवेत्। यदि एतानि निमित्तानि पूरितानि तर्हि इक् वर्णस्य दीर्घः भवति। तर्हि अनुवृत्तिसहितसूत्रमस्ति, रोः धातोः उपधायाः इकः दीर्घः हलि च। अहम् अस्य सर्वदा अहं स्मरामि, यथा दिव् धातुः अस्ति, दिवादिगणस्य प्रथमधातुः अस्ति दिव्, तर्हि तत्र लट् प्रथमपुरुषस्य कार्ये दीव्यति, दीव् भवति, तर्हि तद् पदान्ते न भवति, प्रक्रियायामेव भवति, अतः तस्य स्मरणं करोमि सर्वदा, तर्हि सुलभं भवति उदाहरणरूपेण यदि स्मरामि चेत्। अस्तु, सम्यक्। अन्यकोपि वक्तुम् इच्छति किं? किं वा इतोपि एकम् अहं वदामि, एकम् अपि वदतु भगिनि, त्रीणि सूत्राणि। अस्तु, तर्हि स्कोः संयोगात् द्योरन्ति च खलु, स्कोः संयोगात् स्कोः संयोगात् द्योरन्ति च, पुनः अत्र संयोगस्य प्रथमसदस्यः सकारककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्य सदस्यस्य झली पदान्ते च। तर्हि संयोगान्तस्य लोपः वयं दृष्टवन्तः इदानीमेव, संयोगस्य अन्ते संयोगान्ते यः वर्णः अस्ति तत्र लोपः भवति, तत्र नियमसूत्रं राल्लोपः रात्सस्य इति दृष्टवन्तः, तथैव तत्र अपवादरूपेण स्कोः संयोगाद्योरन्ते च सूत्रं कार्यं करोति। इत्युक्ते यदि पदान्ते अथवा जलिपरे यदि संयोगः अस्ति परन्तु प्रथमवर्णः यदि सकारः वा ककारः अस्ति तर्हि सकारककारस्य लोपः भवति न तु अन्तस्य तर्हि संयोगान्तस्य लोपस्य अपवादसूत्रमस्ति अत्र तर्हि अनुवृत्तिसहितसूत्रमस्ति संयोगाद्योः स्कोः लोपः झलीपदस्य अन्ते च तर्हि पदस्य अन्ते अपि भवति अथवा झल् परे अस्ति झल् वर्णः परे अस्ति तर्हि भवति कस्य अपवादः संयोगान्तस्य लोपः किमर्थम् संयोगान्तस्य लोपः संयोगः अस्ति चेत् पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति परन्तु अत्र तत्र न पश्यामः तस्मात् पूर्वम् इत्युक्ते प्रथम संयोगस्य प्रथमसदस्य कः इति न पश्यामः परन्तु स्कोः संयोगाद्युरन्ति च वदति यत् प्रथमसदस्य सकारककार अस्ति चेत् तस्य एव लोपः भवति न तु अन्तिमवर्णस्य सम्यक् सम्यक् सम्यक् भगिनि धन्यवादः इदानीं धन्यवादः भगिनि अन्य कोऽपि पठति किम् अहं पठामि भगिनि कृपया शोभा भगिनि कृपया पठतु अस्तु इदानीम् अग्रे चवर्गान्तधातवः इति शीर्षिका अस्ति तत्र प्रथमं सूत्रं चोः कुः इति चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च इति अपि च अनुवृत्तिसहितसूत्रं वदति चोः कुः झलि पदस्य अन्ते च इति तत्र झलि पदस्य अन्ते इति आगच्छति तर्हि चवर्गीयवर्णस्य स्थाने कवर्गीयवर्णस्य आदेशः भवति झलि झल् प्रत्याहारः परं निमित्तरूपेण भवति चेत् इति तर्हि तत्र झलि इति झलो झलि इत्यस्मात् स्वीकृतं कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इति अपि च तत्र तु च तावदेव अस्ति इति चिन्तयामि चोः कुः इति चवर्गीयस्य कवर्गीयवर्णादेशः भवति चवर्गस्य स्थाने कवर्गीय वर्णस्य आदेशः भवति झलि पदान्ते चवर्गस्य कवर्गादेशः आम् पदान्ते वा अपदान्ते वा हा तत्र पदान्ते तत्र इदानीमपि पदान्ते अपि च इति एतयोः अनुवृत्तिः भवती अस्ति इति वदामः वा तत्र इति कृत्वा आम् झलि अपि च पदस्य अन्ते च इति एव तत्रापि तदनन्तरं पदान्ते अपदान्ते च कार्यं करोति इति सारः खलु पदस्य अन्ते च कार्यं करोति झलि परे इति उक्तत्वात् अपदान्ते अपि कार्यं कर्तुं शक्यते सत्यं हा च इति उक्तत्वात् झलि अपि पदस्य अन्ते अपि इति भवति आम् इति सारः अग्रे इदानीं तत्र तु अग्रे हा व्रश्च अस्तु व्रश्च भ्रश्च सृज मृज यजराजभ्राजश्चषां शः इति सूत्रं तत्र कानिचन केचन परिगणिताः धातवः सन्ति व्रश्च भ्रश्च सृज मृज यज् राज् भ्राज् इति अपि च षकारान्ताः धातवः अपि च तालव्यषकारान्ताः धातवः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने मूर्धन्यषकारादेशो भवति झलि पदान्ते च इति अनुवृत्तिसहितसूत्रमस्ति व्रश्च भ्रश्च सृजमुज यजराजभ्राजश्चषां शः झलि पदस्य अन्ते च इति एतत् सूत्रं चोः कुः इत्यस्य अपवादरूपेण भवति यत्र चवर्गीय वर्णाः सन्ति तत्र यदि व्रश्च भ्रश्च सृज् मृज् यज् राज् भ्राज् अथवा यस्य धातोः अन्ते महाप्राणचकारः अस्ति नो चेत् तालव्यषकारः अस्ति तेषां धातूनां कृते चोः कुति कुः चोः कुः इत्यस्य अपवादं कृत्वा एतत् सूत्रं कार्यं करोति. तर्हि किं भवति तत्र अन्तिमवर्णस्य स्थाने मूर्धन्यषकारादेशः भवति. अत्रापि झलि पदान्ते च इति अनुवृत्तिः प्रवर्तते. आं भगिनि आं सम्यक् अस्तु. अग्रे एकं सूत्रमपि स्वीकरोतु. हा इदानीं तत्र अग्रे हकारान्तधातवः इति विषयः भवति. तत्र होढः इति हकारान्तधातवः तत्र हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति इति उक्तं सूत्रात् पूर्वं. होढः इति सूत्रं हकारस्य स्थाने ढकारादेशो भवति पुनः झलि पदान्ते च इति. तर्हि तत्र अनुवृत्तिसहितसूत्रे हः ढः झलि पदस्य अन्ते च इति. तत्र हः इति षष्ठी अपि च ढः इति प्रथमविभक्त्याम् अस्ति. हकारस्य स्थाने ढकारादेशो भवति इति तावदेव अस्ति तत्र. तत्र पुनः झलि पदस्य अन्ते च इति स्मर्तव्यम् इति. सम्यक् तदेव हकारस्य स्थाने डकारादेशः झलिपरे अथवा पदान्ते च. धन्यवादः भगिनी. धन्यवादः भगिनि. इदानीं कः पठितुमिच्छति? सूर्यकुमारी भगिनी पठितुमिच्छति वा? भगिनी धातोर्गः तत्र अकारान्तधातुः अस्ति. प्रथम वर्णः दकार अस्ति चेत् दकारस्थाने गकार आयाति. अनुवृत्तिसहितसूत्रमस्ति. दादेः दा आदेः धातोः अहगः जलिपदस्य अन्ते च. अनुवृत्ति तत्र अपि जलि अस्ति, पदस्य अन्ते च अपि अस्ति. विशिष्टमस्ति दकारादि धातु हकारान्तधातुः अस्ति चेदेव हकारस्थाने ककारायाति इति. आं भगिनि, दादेर् धातोर्घः अत्र पदविभागः करोति किम्? दकार दा आदेः धातोः गः. गः सम्यक्. दादेः धातोः खः. दादेः इत्युक्ते विभक्ति का? दादिः सकारः आदौ यस्य सः दादिः. षष्ठीविभक्ति खलु? आम् आम्. दादेः दकारादिधातोः इति अर्थः षष्ट्यन्तम्. आम्. अपि च अपवादसूत्रं कस्य अपवादसूत्रं? हा सम्यक्. अनुवृत्तिसहितसूत्रं पठितवती वा? आम्. अस्तु अस्तु, इदानीम् अग्रे सरतु भगिनि. अग्रिमसूत्रं वा द्रुहमुह स्नुह स्निहाम्. तत्र दादेर्धातोर्गः इत्यस्य अपवाद वक्तुं शक्यते वा? तत्र द्रुः अस्ति, नकारादिधातुः अस्ति, हकारान्तधातुः अस्ति. वा द्रुह मुह स्नुह स्निहं परिगणितानि धातवः सन्ति. तत्र विकल्पेन गः भवति. अनुवृत्तिसहितसूत्रमस्ति. द्रुह मुह स्नुह स्निहं वा अह गः जलिपदस्य अन्ते च. एकपक्षं गकारायाति, अन्यत्पक्षे ढकारायाति इति. परिगणितानि धातवः एव एकधातु एव दकारादिधातु अस्ति, अन्याः अकारान्तधातवः एव स्नुः तत्र दकारः नास्ति. प्रथमधातुः ध्रुवः अस्ति, दकारः अस्ति, तत्र विकल्पेन हकारस्थाने डकार अपि भये भवति इष्यते इति, ढकारः अपि अत्र इष्यते इति कारणात् द्रुः इति अत्र युक्तम् आम् इति वक्तुं इष्टवती खलु. द्रुः धातुः तस्य किं खकारादेशः तु दादिर्धातुर्खः इत्यत्रैव भवति, तर्हि किमर्थम् अत्र युक्तम् इति चेत् विकल्पेन इति उक्तत्वात् ढकारादेशः अपि अत्र इष्यते. द्रुहविहाय अन्य ढकारादिधातवः ककार भवति, ककार एव भवति, न तु ढकारः. द्रुह तत्र ढकार भवति, ककार अपि भवति. अनेन सूत्रेण इदानीं मुहुष्णुः स्निः एतेषामपि विकल्पेन ढकारादेशः अपि भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे घकारादेशः भवति. अन्यत्र द्रुः विहाय अन्येषु धातुषु दकारादि हकारान्तधातुषु केवलं खकारादेशः एव हकारस्य इति स्मर्तव्यं खलु. अग्रिम एकं सूत्रमपि पठतु भगिनि. नहो तत्र विशिष्टसूत्रमस्ति, नहो दः नः धातु अस् नः धातु धातोः अकारस्थाने धकारायाति. अनुवृत्तिसहितसूत्रमस्ति, नः धातोः अह दः जलिपदस्य अन्ते च, तत्रापि निमित्तानि जलि वा जलिपदे वा अथवा पदान्तस्यैव अस्ति चेत् नः धातोः अकारस्य स्थाने धकार भवति, न तु ढकारः. हकारस्य ढकारादेशः न भवति, किन्तु ढकारादेशः भवति केवलं नः धातोः इति विशिष्टसूत्रमस्ति. किन्तु अत्र क्षेत्रपरिधिः लघुः एव अस्ति खलु इति मम चिन्तनं. केवलं नहुधातु विशिष्टसूत्रमस्ति, अपि च केवलं नहुधातोः कृते अस्ति, अतः तत् तस्यैव यत्र झलि पदान्ते हकारस्य धकारादेशः भवति. होठा इत्यस्य अपवादः अस्ति इदं सूत्रं च खलु. आमां भगिनि. अस्तु अस्तु अस्तु, धन्यवादः भगिनी. त्रीणि सूत्राणि पठितवती खलु भगिनी. आम् अस्तु, धन्यवादः भगिनी. विजयलक्ष्मी भगिनी पठितुम् इच्छति वा अग्रे? आं पठामि. कृपया अत्र पुनः हकारान्तस्य एव चर्चा. हकारस्य चतुर्थः अस्ति खलु, एकाच हकारः नास्ति खलु, हकारः इति नास्ति, भिन्नः विषयः नास्ति, हकारः नास्ति. एकाचो बशो भष् झषन्तस्य स्धोः इति सूत्रम्. अत्र धातोः आदौ बश् वर्णः भवतु, ब बश् इत्युक्ते झष् इत्यत्र झष् इत्यत्र जकारः न स्वीकुर्मः, केवलं ब ग ड द इति चत्वारः वर्णाः. अपि च आदौ बश् बश् भवेत्, अन्ते झष् भवेत्. झष् इत्युक्ते झभघडद. अपि च धातोः एकाच् अवयवस्य बश् आदि अपि च झष् अन्तः भवति चेत् तत्र किं भवति झष् अन्तस्य एकाचो बशो भष् झषन्तस्य झषन्तस्य भष् भावः भवति इति सूत्रार्थः. कदा भवति? स्थोः अन्ते सकारादिप्रत्ययः भवतु उत ध्व ध्व शब्दे परे पदान्ते अपि भवति चेत् धातोः आदौ बष् भवेत् अन्ते झष् भवेत् एका च अवयवस्य आदौ बष् भवेत् अन्ते झष् भवेत् तदा झष् इत्यस्य स्थाने भष् इति आदेशः भवति. तथा नास्ति, तथा नास्ति, झषन्तस्य झषन्तस्य भष् भवेत् खलु. न यशन्तः धातुः भवेत् एकाचपि भवेत् आदौ यः बष् वर्णः अस्ति तृतीयः वर्णः तस्य स्थाने चतुर्थः वर्णः अस्तु अस्तु बषः स्थाने भष् भवेत् सोरि बषः स्थाने भष् भवति अतः ब ग ड द इत्यस्य स्थाने भष् इत्युक्ते भ घ ढ ध इति आदेशः भवति अन्ते यदा झष् भवति धातोः अवयवस्य अवयवः भवतु उत अन्ते वा भवतु परन्तु एकाच् भवेत् अत्र तत्र अनेकाच् भवति चेत् अपि एकाच् अवयवस्य अपि अस्य सूत्रस्य कार्यं भवितुम् अर्हति भवति अपि अत्र एक्साम्पल् एकं ददामश्चेत् इतोपि उदाहरणं ददामश्चेत् इतोपि किं भवति स्पष्टं भवति यथा अधोः इति दद्मः सत्यम् दद्मश्चेत् इतोपि स्पष्टः भवति स्पष्टं भवति अत्र किमस्ति अधोः योगः त इति अस्ति अत्र त इति किम् अस्ति हल् ज्ञाभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इति एकाच् अस्ति इति कृत्वा सोरि सूतिसि इति अस्ति खलु अतः त इति एकाच् अस्ति अतः तकारस्य हल्ञाभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इति सूत्रेण तकारस्य लोपः भवति इदानीम् अधोः इति इत्यत्र हकारः पदान्ते अस्ति अपि च हकारस्य पूर्वं दकारः अस्ति दकारः अत्र किम् अस्ति बश् अस्ति वा बश् बश् अस्ति झषन्तः अहं विस्मृतवती दादेर्धातोर्घः सत्यं दादेर्धातोर्घः इत्यनेन तत्र हकारस्य स्थाने घकारादेशः भवति चतुर्थवर्णः कवर्गस्य अधोः इति भवति इदानीं द इति बष् वर्णः अस्ति घ इति झष् वर्णः अस्ति अतः दकारस्य स्थाने भष् आदेशः भवति सर्वाणि निमित्तानि पूरितानि अत्र दकारस्य स्थाने धकारादेशः भवति अधोः इति लभ्यते पदान्त अपि अस्ति पदान्त अस्ति यतोहि तकारस्य लोपः अभवत् खलु पदान्ते एव अस्ति अतः अधोः इति तावदपि झष्टपि भवति इति इष्टवती वा इति पदान्ते अस्ति इति कारणात् झष्टस्य भावः अपि अत्र अस्ति झष्ट्वं जलं झषन्ते अधोग तृतीयवर्णः अपि भवितुम् अर्हति, भवितुम् अर्हति न भवति वावस्थाने वावस्थाने च वावस्थाने च चर्त्वमपि भवति चर्त्वम् आम् आम् अधोग् इत्यत्र अधोक् इति भवति अधोक् विकल्पेन अधोग् अधोक् इत्युक्ते वस्तुतः बष्पावस्य उदाहरणार्थम् अत्र अधोक् इत्यस्य अत्र कार्यं सम्पूर्णं न अभवत् तावत् इदानीं सकारान्तधातवः अहमपि करोमि अहमेव करोमि वा अन्य कृपया करोतु एकमेव कृतवती खलु सूत्रद्वयमपि स्वीकरोतु अस्तु अहं तु सर्वं विस्मृतवती अतः तत्तु समानम् अत्रापि समानमेव तिप्यनस्तेः इति सूत्रम् अत्र सकारान्तधातूनां पदत्वे सति तिप् इति प्रत्ययः अग्रे अस्ति चेत् तत्र दत्त्वं भवति इति सूत्रं वदति तिप्यनस्तेः तेः इत्युक्ते सारि अनस्तेः अत्र किं भवति इत्युक्ते पदान्तस्य सकारस्य दकारादेशः भवति कदा भवति तिप् प्रत्ययः भवति चेत् तत्र बहवः परिभाषासूत्रं सर्वमस्ति ससजुषो रुः इत्यस्य अपवादः अस्ति आम् अपि च येन विधिस्तदन्तस्य अलोन्त्यस्य इति परिभाषासूत्राणि अत्र कार्यं कुर्वन्ति किमर्थं ससजुषो रुः इत्यस्य अपवादः इत्युक्ते सकारान्तधातुः अस्ति सकारान्तधातुः अस्ति चेत् ससजुषो रुः इत्यनेन रुत्वं भवति स्म परन्तु तिप्यनस्तेः इति सूत्रं वदति तिप् प्रत्ययः अग्रे अस्ति चेत् पदान्तस्य सकारस्य दकारादेशः भवति इति समीचीनं कदा भवति वसुस्रंसु ध्वंसनडुहां दः इति सूत्रमस्ति अत्र वसन्तस्य अपि च विद्वस् इति वसन्तस्य अपि च स्रंस् ध्वंस् अनडुहाम् तस्य अनुवृत्तिसहित अनुवृत्तिः स्वीकरोति तावदेव खलु ओ तावदेव खलु तत्रापि इत्यस्य अनुवृत्ति भवति खलु हा तत्तु तत्रापि सकारान्तः वसु वस् अस्ति खलु विद्वस् तत्रापि सकारान्तः अस्ति खलु प्रायः तिपि नास्ति किमर्थं तिपि न स्यात् विद्वान् आम् आम् निमित्तं सर् सत्यं विद्वान् इति तिपि तु तत्र नकारादेश सूत्रं किम् इति न स्मरामि सर्वं पठित्वा सर्वं विस्मृतवती अतः अत्र दः इत्यस्य अनुवृत्ति भवति अतः तिप्यनस्तेः इति सूत्रस्य अनुवृत्तिसहितसूत्रं किं वदति सः पदस्य इत्युक्ते सकारान्तस्य पदस्य दः तिपि अनस्तेः द आदेशो भवति तिप् अनस्तेः इत्युक्ते अन् अस्तु धातुः अस्तु धातुः अस्तु मास्तु अनस्ते अत्र किम् इक्ष्तिपौ इति निर्देशः कृतौ वा अस्ति न न अस् अनस्त् अत्र तेः किमर्थं तत्तु अनस्ति अनस्तेः अस्ति ओ एवम् इक्ष्टिपो एव खलु इक्षिपौ कृत्वा धातुः तेषः सम्यक् अपि च सकारान्तधातूनां पदत्वे सति सिपि रुत्वं दत्त्वं वा इति अग्रिमं सूत्रम् एतत् किं सिपि धातोरुर्वा अपवादसूत्रं वा इति अस्ति अतः वैकल्पिकसूत्रं किं वदति पदान्तस्य सकारस्य रु आदेशः अपि भवति दकारः अपि भवति कदा सिप् प्रत्यये परे अत्रापि येन विधिस्तदन्तस्य अलोन्तस्य अपि च धातोः इत्यस्य अधिकारः अस्ति वा न धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति अस्तु तर्हि किमर्थं वक्तव्यं सिपि सप्तम्यन्तं धातोः षष्ट्यन्तं रुः प्रथमान्तं वा इति अव्ययपदम् अनेकपदम् इदं सूत्रम् अत्र ससजुषो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः अपि च वसुश्रंसु ध्वंसृ अनडुहां दः इत्यस्मात् सूत्रात् दः इत्यस्य अनुवृत्तिः पदस्य अधिकारः अस्ति सः धातोः अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः दः वा सिपि अत्र सः धातोः पदस्य इत्युक्ते सकारान्तस्य पद धातोः इति अर्थः भवति खलु आम् सकारान्तधातोः अन्तिमसकारस्य अस्तु अन्तिमसकारस्य अलोन्त्यस्य पदान्ते सकारः वर्तते पुनः तादृशसकारस्य रु आदेशः रुः अपि भवति दः अपि विकल्पेन भवति विकल्पेन सिप् प्रत्यये परे अतः बहवः रूपाणि बहूनि रूपाणि भवन्ति त्रीणि रूपाणि दः अस्ति इति कृत्वा जलां जषन्ते अपि त्रीणि परन्तु जलां जषन्ते प्रभाति एव इदं सूत्रं कार्यं करोति चत्वं भवति कुत्रापि दृष्टवती सेवेन् एय्ट् रूपाणि आसन् सिप् प्रत्ययस्य कस्मिन् धातोः इति न स्मरामि इदानीम् अस्तु इदानीम् अत्र सर्वं दकारान्तधातवः दश्च अत्र सिपि धातोरुर्वा इत्यस्य अनन्तरसूत्रं वा 74, 75 आम् अतः दश्च इति दश्च इति धातु किं वदति धातोः अन्ते यदि दकारः अन्ते दकारस्य स्थाने अपि विकल्पेन रु आदेशः भवति सिपि सिप् प्रत्यये परे इति अतः अनुवृत्तिसहितसूत्रमस्ति दः च धातोः पदस्य रुः वा सिपि इति एतस्य उदाहरणम् अस्ति वा अवेद् अवेत् अवेः इति वा पदान्ते दकारः अस्ति सिप् प्रत्ययः अग्रे उदाहरणं दत्तं खलु अमोमोद् अमोमोद् तत्रापि कुत्र अस्ति अमोमोद् दश्च अवेद् अवेद् अवेः इति अस्ति अमोमोः अस्तु अस्तु अमोमोद् अमोमोः अपि च अमोमोत् इति रूपाणि भवन्ति त्रीणि रूपाणि इत्युक्ते यत्र अमोमोद् इति पदम् अस्ति वावसाने इत्यनेन अमोमोत् अमोमोद् तत्र दकारान्तधातुः अस्ति सिपि परे यथा भवति दश्च इत्यनेन ऋत्वं भूत्वा अमो मोदपि भवति अमो मोरुः अपि च रु इत्यस्य विसर्गादेशः भूत्वा अमो मोः विसर्गादेशः विसर्जनीयः. आम् अस्तु भगिनि, धन्यवादः. धन्यवादः. अग्रे कः पठितुमिच्छति? पठामि भगिनि. अरुण, हा कृपया पठतु भगिनि. मकारान्तदातवः एव मकारान्तानां पदत्वे सति मास्थाने नकारः. मोनो धातोः इति सूत्रम् अष्टमध्याये तृतीयपादे चतुर्त्रिंशतितम सूत्रं मकारान्तस्य धातोः पदस्य नकार आदेशो भवति. पदान्तविधिः धातुः इति आशयः. मः षष्ट्यन्तं, नः प्रथमान्तं, धातोः षष्ट्यन्तं त्रिपदविधं सूत्रं स्कोः संयोगातयोरनन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इति अधिकारः. अनुवृत्तिचैतसूत्रं मः धातोः पदस्य अन्ते नः. सूत्रं प्रति धातु अन्ते मकारः अस्ति. निमित्तानि अस्ति पदस्य नकार आदेशो भवति. मकारान्तदातुः पदः अन्ते मकारस्थाने नकार आदेशो भवति. अत्र केन्द्रं जलन्तदत्तं केवलं मकार अस्ति, पदमस्ति. तस्य मकारस्तरे नकारादेशः भवति. उदाहरणमस्ति अजङ्गं यत् हल्लाभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इत्यनेन तकारलोपः. अजङ्गं मोनोधातोः इत्यनेन मकारस्थाने नकारादेश अजङ्गन् इति भवति. अपरेषाम् अनुनासिकान्तानां गति एवमेव. ओके, जस्वसन्धि षत्वसन्धि. अस्मिन् सोपाने ध्येयं यत् पदस्य अन्तिमो वर्णः कः. वर्गस्य पञ्चमसदस्य चेत् किमपि कार्यं नास्ति. पदान्ते जल् वर्गस्य प्रथमो द्वितीय तृतीय चतुर्थि वा चेत् जस्त्वसन्धिः चत्वसन्धिः च प्रसक्तौ स्तः. पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिः नित्यमिति जानीमः. अतः अस्मिन् सन्दर्भे सन्धिः करणीयः एव, वैकल्पिको न. यत्वसन्धि चतुसन्धि दीदमस्ति. अन्ते पदस्य वर्गस्य पञ्चम अस्ति चेत् किमपि कार्यं नास्ति. परन्तु जल् वर्णः अस्ति अस्ति चेत् चत्वसन्धि जस्वसन्धि भवति, चत्वसन्धि इति भवितुम् अर्हति. जलां जश अन्ते पदान्ते जलः स्थाने जष् आदेशो भवति. पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. पदात् परे अच स्यात् अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. बाधकसूत्रमस्ति चेत् अन्यवार्ता. जल् प्रत्याहारे पञ्चमवर्गीय व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गाणि व्यञ्जनानि नाम अनुनासिकावर्गीयव्यञ्जनानि अपि च संयोगे वर्णवर्गाणां पदमः द्वितीय तृतीय चतुर्थवर्णाः आयन्ति. जश् प्रत्याहारे वर्गाणां तृतीयवर्णः. भगिनी अनुवृत्तिसहितसूत्रं पठतु, तत् सुपरिचितं सूत्रमेव खलु? अनुवृत्तिसहितमस्ति पदस्य अन्ते जलां जश्. सूत्रं चलति पदस्य अन्ते जल् अस्ति चेत् जश् भवति नियमं कोऽपि नास्ति हल् अपि अन्ते अस्ति चेदपि भवितुम् अर्हति पदस्य अन्ते जलां जश् आदेशः भवति विराम अवसानं वर्णानाम् अभावः अवसानसञ्ज्ञकः सूत्रं सम्पूर्णम् आपदात् विराम इत्युक्ते वा अवसाने जलः विकल्पेन च आदेशो भवति चर् आदेशो भवति अनेन अवसान अवस्थायां विकल्पेन जस्तं शब्दं वा अनुमतिसहितमस्ति अवसाने जलां चरो वा अत्र अवसाने इत्यस्य विभक्ति वर्णाम् अभावः अवसानम् इत्युक्ते अवसाने परे इति स्वीकर्तुं शक्नुमः अवसाने परे परे जलां वर्णानादेशः विकल्पेन आम् तावदेव अत्र भगिनी मोमुर्च् इति आरभ्य अभ्यासः करोतु इति उक्तवती खलु कुत्र अस्ति मोमुर्च् सृजि दृशेर् झल्यम् अत्र प्रच् इति आरभ्य एकः गणः अस्ति खलु प्रच् दुः मघि तत्रैव खलु अत्र मुच् नास्ति मूर्च्छा इति अस्ति खलु मूर्च्छा इति अस्ति तत्र एव मूर्च्छा अत्र यङ्ग्लुकि मूर्ष् इति धातुः अरुणभगिनी कर्तुम् इच्छति वा अन्य कोऽपि कुर्यात् वा अन्यं करोतु भगिनि अस्तु तर्हि मीना भगिनी कर्तुम् इच्छति वा करोति किम् कुत्र अस्ति भगिनि कुत्र किं धातु मूर्च्छा इति धातुः मूर्च् धातुः यङ्लुकि मोमूर्च् इति रूपं भवति अत्र तिपिपरे सिपिपरे रूपं किम् इति अत्र संयोगान्तस्य लोपः इति तृतीयबिन्दुः अस्ति ततः परं पूर्वत्र सिद्धम् इति अभ्यासात् पूर्वं साक्षात् पूर्वं पूर्वत्र सिद्धम् इत्यनेन नष्टपदान्तस्य झलि इत्यत्र शास्त्रासिद्धम् इति अस्ति परम् अभ्यासः आरप्स्यते पर्यन्तम् अभ्यासं करोतु इति भगिनी उक्तवती इति चिन्तयति उक्तवती वा मोमूच् पर्यन्तम् अभ्यासं करोतु अस्तु अस्तु प्रच् इति प्रथम प्रच् वदामि वा विद्या भगिनी मूर्च्छा इति धातु आरभ्य स्वीकरोतु इति उक्तवती गतवर्गे स्यन्दु समाप्तम् अस्माभिः कृतं पुनः पुनः पुनः कुर्मः एकवारं सर्वेषां विस्मरणं जातम् अतः पुनः पाप्रच् करोति वा अत्र अस्तु करोतु भगिनि प्रच्छात् स्वीकरोतु किं दातु भगिनि मूर्छ अथवा पाप्रच् भगिनी किम् इच्छति पाप्रश् कर्तुम् इच्छति चेत् करोतु चिन्ता नास्ति प्रथमं धातु प्रच्छसि पाप्रच् लङि अपाप्रच् भवति तदनन्तरम् इत् इति प्रत्ययः भवति डागमे लङि तदनन्तरम् अपाप्रच् हल्ङ्याभ्योर्दीर्घात् श्रुतिस्य प्रयुक्तं हल् इति सूत्रेण इत् लोपः भवति अपाप्रच् तदनन्तरं व्रश्च भ्रश्च सृज मृजय राजप्राजच्छां षः षत्वं भवति अपाप्रश् तदनन्तरं अपाप्रड् भवति अथवा अपाप्रट् भवति जलां जशन्ते इति किल तत्र जलां जशन्ते इति अपाप्रट् अथवा अपाप्रट् भवति सम्यक् वा प्रथमं सूत्रं किमर्थं उक्तवती भगिनि पुनः पुनः वक्तव्यम् पप्रच् इति भवति पाप्रच् इति यङि लुके रूपं पाप्रच् लङि अपाप्रच् योगः तकारः भवति तदनन्तरं पाप्रच् इति लोपः हल्ङ्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इति सूत्रेण स्व इदानीम् अपाप्रच् इति एव तिष्ठति तदनन्तरं व्रश्च पृश्च सृज मृज तत्र कः किं सूत्रं प्रथमं कार्यं करोति न अस्तु लक्ष्मी भगिनी वदति वदतु भगिनी वदतु तत्र संयोगान्तस्य लोपः कार्यं करोति खलु प्रथमतया न भगिनि एकनिमिषम् अहं जानामि अन्तिमस्थाने तस्य कार्यं नास्ति परन्तु प्रथमतया तु तस्य कार्यं भवति न तर्हि संयोगान्तस्य लोपः इति सूत्रं बाधित्वा सूत्रम् आगच्छति खलु भवति वा न न हल्यापि तु पकारस्य लोपः तदनन्तरं व्रश्च व्रश्च संयोगान्तस्य लोपं लोपसूत्रं बाधित्वा व्रश्च व्रश्च आगच्छति अतः संयोगान्तस्य लोपः सूत्रस्य अपि उल्लेखं करणीयम् इति मम विचारः सम्यक् वा भगिनि सम्यक् एव तत् प्रबाध्य एव किन्तु अत्र छोः शूड अनुनासिके च इत्यस्यापि प्रसक्तिः प्राप्तिः अस्ति वा इति सत्यं तर्हि संयोगान्तस्य लोपः छोः शूडनासिक तेन सूत्रेण तदतु सपादसप्ताध्यायम् अस्ति खलु छोः तु षष्टमाध्याये षष्टाध्याये इति भवति सपादसप्ताध्यायम् अस्ति आम् आम् आम् सपादसप्ताध्यायमस्ति तर्हि अपाप्रश् इति भवति खलु अपाप्रश् इति भवति प्रश्च प्रश्च इति सूत्रेण किल न तत्तु मूर्धन्यशकारः स्यात् पुनः प्रथमं तु तालवीशकारः सम्भवति छोः शूडानुनासिके च इत्यनेन इदानीं शकारान्धधातुः इति कृत्वा शकारादेशः व्रश्च भ्रश्च शकारादेशः तदन् अपाप्रट् अथवा अपाप्रट् भवति व्रश्च भ्रश्च संयोगान्तस्य लोपः कार्ये अत्र न आगच्छति एव न भवति न भवति मम प्रमादः व्रश्य व्रश्य इत्यनेन अपाप्रश् इति भवति भगिनि न तु ढकारः शकारः मूर्धन्यशकारः खलु तत्र जलां दृश्यन्ते अन्तिम अन्तिम रूपम् अपाब्रद् अपाप्रच् अपाब्रद् भवति अत्र ढकारस्य एकक्षणम् अपाप्रश्य अपाप्रश् इत्यस्य इदानीं जलां जशोन्ते पुनः वावसाने अपाप्रट् शकारस्य समीचीनं वा अस्तु भगिनि आमां सम्यक् अस्ति अस्तु इदानीम् अन्य कोऽपि अग्रिम न इदानीं सीपरे सिपि परे अपि इदानीं सिपि परे एव कृतं खलु सकारः अस्ति तत्रापि हल्ञाप्योतिकोसुतिसूतीसि अपृक्तं हौ तत्र सकारः लोपः भवति अपाप्रच् तत्र एव प्रश्नः आसीत् किल वृषभस्य कार्यं करोति वा अथवा अत्रापि समानकार्यमेव प्रक्रिया आदौ तु समानमेव छ्वोः एव छ्वोः शूडनुनासिके च चूडन्नासिके च तत्र अपाप्रश् भवति वा सकारस्य शकारादेशः शकारः भवति तदनन्तरं जलां जशोते अवसाने सूत्रेण अपा न न न न न इतोपि चिन्तयतु भगिनि इदानीम् इदानीम् अस्माभिः कृतं खलु समानरूपं किल समान नास्ति वा एकक्षणं चिन्तनीयम् अपाप्रश् पश्यतु अत्र समानरूपं भवति वा चिन्तयामि मे बि दोषः अस्ति अस्तु अस्तु तर्हि प्रक्रिया अपि समाना भवति प्रक्रिया अपि समाना भवति चोः शुडानुनासिके च प्रथमं कार्यं करोति तालवे शकारः आयाति अपाप्रश्च व्रच्छभ्रश्च सूत्रेण शकारादेशः षत्वम् अपाप्रश्च पुनः जलां जश्यन्ते वावसाने जलां जश्यन्ते वावसाने अपाप्रट् अपाप्रट् अपाप्रड् इति अस्तु धन्यवादः भगिनि इदानीम् उमा भगिनी अस्ति वा अस्तु उषा भगिनी अस्ति वा किञ्चित् उच्चैः वदतु भगिनि दुः धातुः श्रूयते वा धातु दुः धातुः दो दुः इति रूपं यङ्लुगन्तरूपम् अडागमः अधो दुः योगत् इति स्वीकरोतु अडागमः अधो दुः नूतन धातु अत्र हकारस्य स्थाने दकारादेशः अथवा प्रथमं प्रथमं किम् अत्र अदो दुः योगत् इत्यत्र अस्माकं सुपरिचितं कार्यम् अस्ति वा इति चिन्तयतु. गुणकार्यस्य प्रसक्तिः प्राप्तिः अस्ति वा? हल्याभ्यो दीर्घा कृतिश्च कृतं हल् इति सूत्रेण तस्मात् अपि पूर्वं गुणकार्यस्य प्रसक्तिः अस्ति वा? गुणकार्यस्य प्रसक्तिः अदो दुः अदो दकारः अदो दुः दो दो दो आगच्छति न अदो दोः दुः अस्ति ओकारः ओकारः भवति सो अदो दो इति आगच्छति. हल्याभ्यो दीर्घा सुतिश्च पृष्टं हल् इति सूत्रेण अदो दोः इति एव तिष्ठति इदानीं रूपं स्थितिः खलु. अग्रे पुनः वदतु. अदो दोः इदानीं कीदृशधातुः अस्ति दुः धातुः? दकारादि हा. इदानीं सूत्रं किं स्यात् अत्र? विशिष्टसूत्रमस्ति खलु दकारादि हकारान्धधातूनां कृते. घकारः आगच्छति. कस्य स्थाने? हकारस्य सम्यक्. तर्हि रूपं स्यात् अदो दोघ्. आम् आम् अदो दोघ्. हा सम्यक्. इदानीं एकाचो अपि कार्यं करोति खलु? एकाचो भशो भश् आम् भश् भावः भश् भावः अदो धोग् इत्यत्र एकः अवयवः बशादिः अस्ति. इदानीं धोक् इति अन्तिमभागः स्वीकुर्मः चेत् दकारः बशादि एकाच् अस्ति, मध्ये ओकारः, अपि च झषन्तः अस्ति, घकारः झषन्तः अस्ति. अत्र दस्तसन्धि आगच्छति अदो दोग् इति. सो द्विरूपम् अस्ति अदो दोग् अदो दोग्. किं जायते अत्र भष्भावेन? कः भेद, कः परिणामः, कः विकारः? मया न श्रुतम्. भष्भावेन दकारस्य इदानीं बश् इति अत्र दकारः अस्ति खलु, दकारस्य चतुर्थवर्णः, तवर्गस्य चतुर्थवर्णः कः? कः वर्णः आयाति? अधो धोग् इति प्रथमस्य दो स्थाने द्वो आगच्छति. इत्युक्ते तृतीयवर्णः मृदुवर्णः दकारस्य स्थाने महाप्राणधकारः नीत्वा अदो दोख् अदो धोग् अदो धोग् अदो धोख् इति रूपम् इदानीम् अदो धोग् जलं दृश्यते. द्वावसाने अन्तिमरूपमस्ति अधो अधो द्वोग् अधो दोक् अत्र जलाञ्जशुन्दि इत्यनेन पुनः अधो दोग् घकारस्य घकारादेशः वावसानि इत्यनेन शर्त्वं भूत्वा ककारः घकारस्य विकल्पेन अन्ततो गत्वा रूपद्वयम् अधो धोक् अधो धोग् इति अवगतं खलु पुनः वदामि अधो धोग् सूत्रे इति रूपे अधो धोग् स्थाने चतुर्थवर्णः स्थाने तृतीय वर्णः आगच्छति न न न तृतीयस्य स्थाने चतुर्थः अन्तिमरूपम् अन्तिमरूपं कस्य भष्भावः तु तृतीयस्य चतुर्थवर्णः इदानीं जषन्तः इति तु अन्तिमवर्णस्य एव भवति खलु जष्ट्वं अधो धूङ् इति स्थाने ऋकारस्य स्थाने तृतीयवर्णः अधो धूङ् आगच्छति आम् आम् आम् अन्तिम सम्यक् सत्यम् आम् सत्त्वेन अधो धूङ् इति आगच्छति आम् आम् आम् अन्तिमघकारस्य घकारादेशः परं विकल्पेन ककारादेशः रूपद्वयम् आगच्छति आम् सम्यक् अस्तु धन्यवादः अग्रे मखि इति अस्ति मामङ्घ् इति अस्ति कः उषा भगिनी वदति किम् भगिनि प्रयत्नं करोमि अस्तु मघि धातु मामङ्ग् इति यग्लुगन्धरूपं तस्य लङ् अमामङ्ग् अमामङ्ग् योगः तकारः अमामङ्ग् योगः तकारः हल्ङ्याभ्यो दीर्घात् चतुस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः भवति अमामङ्ग् भवति अमामङ्ग् घकारः अन्तिमघकारः घकारः अस्ति इत्यनेन जलां जशोन्ते एव कार्यं करोति इति चिन्तयामि किमर्थं संयोगान्तस्य लोपः न कार्यं करोति इति न जानामि मम मङ्ग् अन्तिमघकारः करोति खलु अमामङ्ग् संयोगान्तस्य लोपः अथवा जलां जषन्ति कार्यं कर्तुं शक्यते मघि प्रथमं मिदितोनुं दातोः भगिनि तदर्थमेव नकारः नुम् आगमः भवति प्रथमकार्यम् इतितोनुं दातोः या मघि इत् अस्ति इकारान्त इत् वर्णः अस्ति यङ् लुगन्तरूपं दत्तं मा मङ्ग् तस्य लङ् रूपम् इति अमामङ्ग् अमामङ्ग् युगः तकारः हल्ङ्याभ्यो दीर्घात् कार्यं करोति तकारस्य लोपः भवति अमामङ्ग् भवति इदानीं पदान्ते अस्ति संयोगान्तस्य लोपः इति कार्यं कर्तुं शक्यते घकारः लोपः भवति अमामन् अनन्तरं कार्यं नकारान्त अमामन् भवति अमामन् एव तिष्ठति खलु अमामन् अमामन् नकारान्तस्य पुनः किमपि कार्यं नास्ति पुनरेकवारं वदति किं भगिनि अस्तु मघि धातु मघि इति धातु ई अस्ति अन्तिम इत् वर्णः अस्ति मघि इत् वर्णः अस्ति इत्यनेन इदितोनुं धातोः इदितोनुं धातोः इत्यनेन नुम् आगमः भवति नुम् आगमः मितचोन्त्यात् परः इत्यनेन धातोः मध्ये मन्द् मङ्ग् इति भवति मङ्ग्. अनन्तरं यङ्ग् लुगन्तरूपम् अस्ति मा मङ्ग् इति. मा मङ्ग् धातोः यङ्ग् लुगन्तधातोः लङ् रूपं लङ् लङ् भवति. अमामङ्ग् योगः तिप् तिप् तकारः लङ् इत्यनेन तकारः. अमामङ्ग् योगः तकारः हल्ङ्याभ्यो दीर्घात् सुत्तुस्य पृक्तं हल् इत्यनेन तत् कार्यं करोति. तकारलोपः भवति. अमामङ्ग् भवति. अमामङ्ग् अन्तिमसंयोगः अस्ति. नकार घकारयोः संयोगः अस्ति. संयोगान्तस्य लोपः इति पदान्ते एव कार्यं करोति. अत्र पदान्ते एव अस्ति. अमामङ्ग् सु गकारस्य लोपः भवति. अन्तिमगकारस्य लोपः भवति. अमामन् एव तिष्ठति. नकारस्य कार्यं नास्ति. अमामन् एव भवति. सकारात् परमपि मध्यमपुरुष सकारात् अपि तदेव रूपम्. अमामन् एव सिद्ध्यति. अस्तु, समीचीनं भगिनि. प्रश्नः अस्ति तत्र नच्चपदान्तस्य जलि अपि प्रसक्तिः अस्ति खलु? नच्चपदान्तस्य जलि त्रिपाद्यं कार्यं करोति. त्रिपाद्याम् अस्ति, 83 अस्ति. तत्पूर्वं संयोगान्तस्य लोपः कार्यं कर्तुं शक्यते. आमाम्. अतः झलि परे नास्ति इदानीं. ककारजलि अस्ति खलु, तस्य लोपः पूर्वमेव जायते. नश्च पदार्थपूर्व अतः अस्ति. प्रसक्तिः इदानीं नास्ति. तत्र द्वयं प्रसक्तिः अस्ति. संयोग संयोगान्तस्य लोपः एव कार्यं करोति. अस्तु, अस्तु. तर्हि अग्रिम धातुः भवती करोतु भगिनि. व्रश्च. व्रश्च किमस्ति? व्रश्च वाव्रश्च इति अस्ति. वाव्रश्च इत्यत्र पुनः लङीरूपम् अवाव्रश्च. अत्र पूर्वं तु किम् अस्ति, अत्र सकारः एव आसीत् वाव्रश्च इति आसीत्. शुत्वं कृत्वा अवाव्रश्च इति अस्ति. अत्र सकारः अस्ति खलु व्रश्च. हा, तदेव. अत्र शुत्वं भूत्वा अवाव्रश्च इति जातं, किन्तु पूर्वं तु मूले तु अवाव्रश्च इति आसीत्. अत्र अतः स्कोः संयोगाद्योरन्ते च प्रायः पूर्वमेव शुत्वं न क्रियते इत्युक्ते अत्र प्रदर्शितमेव. तदर्थमेव उक्तं मूले तु वाव्रश्च इति अस्ति. तदेव परिगणना स्यात्, तस्यैव परिगणना स्यात् अवाव्रश्च इति. अकृतव्यूहाः पाणिनीयाः इति स्वीकृत्य अत्र नश्यमाणमस्ति इति, इत्युक्ते भाविनि निमित्तमेव नश्यते इति कृत्वा अवाव्रश्च इति स्वीकृत्य स्कोः संयोगाद्योरन्ते च इत्यनेन सकारचकारयोः संयोगः अन्ते वर्तते. अत्र प्रथमः सदस्यः सकारः, तस्य लोपः. तर्हि अवाव्रच् इति चकारान्तधातुः इति कृत्वा व्रश्च भ्रश्च सृज मृज यज राजभ्राजश्च शंशः इत्यनेन चकारस्य शकारादेशः मूर्धन्यशकारादेशः तर्हि अवावृश इति इदानीं जलांशशुन्दे इत्यनेन अवाव्रड् इति भवति वावसाने इत्यनेन विकल्पेन अवाव्रट् अवाव्रड् इति रूपद्वयं समीचीनं वा रूपाणि आं भगिनि अस्तु सिपि अपि समानम् हा सिपि अपि समानमेव अवाव्रश्च अत्र हल्गाभ्युदीर्घात् न उक्तवती यतोहि तत्तु अत्र सर्वत्र जायते इति कृत्वा न उक्तवती पदसंज्ञा अस्ति अतः अत्र स्कोः संयोगाद्योरन्ते च इति कार्यं करोति तत्सर्वं समानकार्य समानप्रक्रिया समानरूपं च अवाव्रट् अवाव्रड् इति इदानीं सरस्वती भगिनी अस्ति वा वदति किम् अग्रिमं स्यन्दु तर्हि स्यन्दु अस्ति तत्र स्यन्द् धातु भवति रूपमस्ति यङ् रूपमस्ति सास्यन्द् तर्हि अडागमो भूत्वा अस्यासन्द् अस्ति तदा पुनः तकार इतश्च तथा हल्याभ्युदीर्घकृतिस्य प्रथमं हल् इत्यनेन तकारस्य लोपो भूत्वा इदानीम् अवशिष्यते असास्यन्द् इदानीं दकारान्तधातुः अस्ति संयोगः अस्ति अन्ते तर्हि अत्र पुनः दकारस्य पदान्त भवति इदानीं तर्हि पदान्तधकारस्य स्थाने अत्र सिपि परे रु विकल्पेन आगच्छति परन्तु टिप् परे सूत्रमस्ति वा किमपि नास्ति इति मन्ये खलु तर्हि केवलं संयोगान्तस्य लोप भूत्वा असास्यन् भवति च असास्यन् इति एव तिष्ठति इत्येव भवति दकारस्य लोपः संयोगान्तस्य लोपः नकारः नकारान्तधातुः अस्ति चेत् किमपि कार्यं नास्ति इति स्मर्तव्यं हा तर्हि असास्यन् भवति परन्तु यदि सिपि परे तत्र दश्च कार्यं करोति दश्च कार्यं कृत्वा तत्र ततः पूर्वमेव दश्च पूर्वं कार्यं करोति वा दश्च 8-75 दश्च सूत्रमस्ति न दकारान्तधातु तस्मात् पूर्वमेव संयोगान्तस्य लोपः कार्यं करोति इति मन्ये लोपः भवति खलु सिपि परे अपि असास्यन्नेव भवति दश्च कार्यमेव न करोति दश्च अत्र कार्यं न भवति दश्च इति तु परसूत्रमस्ति अस्तु संयोगान्तस्य लोपः 8-23 एतत्तु 75 अस्तु तर्हि संयोगान्तस्य लोपः इत्यनेन केवलम् असहस्रान्नेव भवति धन्यवादः अस्तु धन्यवादः भगिनी अग्रे कः उक्तवती अरुणा भगिनी उक्तवती वा आम् भगिनी रुज् धातु चकारान्तदातु अस्ति लुगन्धदातु अस्ति सरि सृज् प्रथमम् अडागमः भवति असरि सृज् प्रश्च प्रच सृज सूत्रं बाधित्वा सृजि दृश्योर् जल्यम् अचित्ति इति सूत्रेण आम् आगमः भवति अत्र आम् आगमम् मिलितवन्तः इति सूत्रेण अन्तिमवर्णस्य पूर्वम् आगच्छति सरि सरि सृयुगः आं युगः ज अत्र सृ ऋकार अकार मध्ये इको एन् इत्यनेन एन् भवति सति सृज् शरी सृज् अधुना अम् आगमः कुत्र भवति अमितो अमितो मिदितो परः इत्यनेन अन्तवर्णस्य पूर्वं भवति धातु तर्हि रूपं किं स्यात् अन्तिम अच्वर्णात् अनन्तरम् अन्तिम अच्वर्णात् अन्तम् ओके अन्तिम तस्त्वः श्रूतर् अनन्तरम् आगच्छति तर्हि अत्र कः अस्ति अन्तिम अच्वर्णः ऋकार अस्ति सरिसृ योगः अत्र कोयन इति सूत्रेण ऋकार अकार आगच्छति सरि सरिसृज् भवति अधुना किं भवति अस्तु सरिसृज् योगता अकार हल्नाभ्यो दीर्घात् श्रुति अपृक्तहल् इत्यनेन श्रुतस्य अपृक्तहल् इत्यनेन तकारलोपः भवति पदसंज्ञा अस्ति सरि स्तुज् न अत्र भगिनि चोः कुः इत्यनेन चकारस्थाने गकार आगच्छति वा न प्रथमं सरि इदानीं स्थितिः सरिसृज् इति अस्ति खलु अत्र इको यणचि इत्यनेन खलु किं भगिनि कृतवती न अतः सरिसृज् भवति न इको यणचि कृत्वा कृत्वा सरिसृज् भवति खलु सरिसृज् भवति तकारलोप् सरिसृज् तकारलोप् सरिसृज् इत्यत्र इदानीं विशिष्टसूत्रं कार्यं करोति खलु सृजि दृशौ व्रश्च ओके तत्सूत्रेण चकारस्थाने षकार आगच्छ उद्धन्यषकार तदनन्तरम् अवसाने इत्यनेन ढकार इदानीं रूपं किम् इति वदतु इदानीं षकारस्थाने डकार आगच्छति वा अवसाने इत्यनेन डकारस्थाने अल्पप्रण डकार आगच्छति षड् रूपद्वयमस्ति खलु अस्तु अस्तु धन्यवादः सकारः अस्ति चेदपि समानमेव इति सकारः अस्ति चेदपि समानमेव खलु भगिनी विजयलक्ष्मी भगिनी सकारे परे अपि समानरूपं खलु आम् आम् दकारः भवति चेदेव तत्र दश्च कार्यं करोति खलु न भगिनि अत्र वश्च मृच् इति सूत्रेण अत्र तु दकारः अपि नास्ति न भवति अग्रे अस्तु धन्यवादः भगिनी अग्रे शुभा भगिनी पठितवती वा पूर्वं पठितवती भगिनि अभ्यासः न कृतः किन्तु पठितवती न अरुणभगिन्या भगिन्याः अनन्तरं पठितवती वा कृपया पठतु अस्तु इदानीम् अभ्यासः करोतु अभ्यासः अस्तु इदानीं तत्र मूर्छा इति धातुः आगतः आम् तर्हि मूर्छा इति धातुः मूर्च् इति भवति अपि च यङ्ग्लुकि मोमूर्च् इति धातुः मोमूर्च् इति धातुः इदानीम् अडागमनेन अमोमूर्च् इति भवति अमोमूर्च् योगः तकारः अडागमः अस्तु हा तत्र हल्ण्याभ्यो अडागमेन अडागमनेन अडागमनेन खलु अडागमनेन अडागमनेन अडागमः अडागमेन अडागमेन कथं भवति अडागमेन अडागमः इति न अडागमः इति भिन्नः भिन्नं पदं तत्र विभक्तिः भवति वा अडागमेन इति अडागमनं अडागमः भवतु हा अस्तु तर्हि तत्र आगमः भवति कस्य इत्युक्ते अट् अट् अट् इत्यस्य अडागमः भवति तर्हि अमोमूर्च् अमोमूर्च् इति धातुः इदानीम् अमोमूर्च् योगः त इति प्रत्ययः इदानीं तत्र प्रथमं पुगन्तलघुपदस्य च इत्यनेन गुणः भवति मू इत्यस्य उकारस्य मो इति भवति अमोमूर्च् किमपि अस्ति वा हल्ण्याब्जो इति प्रथमम् अथवा अनन्तरं कर्तुं शक्नुमः खलु इति कर्तुं शक्यते किन्तु अमोमूर्च नास्ति एव न इदानीं मूर्छ अस्ति तर्हि उपधायां ओ रेपः अस्ति खलु अमोमूर्च योगः ता तत्र प्रथमम् एतत् कुर्मः तर्हि हल्ण्याभ्यो दीर्घात् इति सूत्रेण तकारस्य लोपः इदानीम् अमो मूर्च् इति तिष्ठति संयोगान्तधातुः तर्हि तत्र संयोगः कः इत्युक्ते रेपः चकारयोः संयोगः तर्हि लोपः इति इदानीं वदामि आगच्छति चकारः चकारयोः योगः तर्हि रेपः प्रथमवर्णः अतः तत्र रा लोपः इति सूत्रमस्ति रात् लोपः भवति तस्मात् परं यत् आगच्छति चकारस्य क्षम्यतां चकारस्य लोपः भवति रात् परस्य तर्हि चकारः लोपः चेत् अमो मुर् इति भवति अमोमुर् हा अमोमुर् योगः किं तकारस्य तु लोपः अभवत् अमोमुर् इति भवति इदानीम् अमोमुर् इत्यत्र उ इति पुगन्त तत्र किम् उपधानं तिष्ठति अतः पुगन्तस्य किं पुगन्तलघु लघुपुगन्तलघुपतस्य च इति सूत्रेण उकारस्य गुणः भूत्वा ओकारः भवति अमोमो इति भवति अमोमो इदानीम् अन्ते रेपः अस्ति अतः रेफस्य किं खरवसानयोर् खरि अथवा अवसाने तत्र अवसानम् अस्ति खर अवसानयोर्विसर्जनीयः इत्यनेन किं भवति विसर्गः भवति रेफस्य स्थाने विसर्गः अमोः इति अन्तिमरूपं सिद्ध्यति तदेव इति चिन्तयामि सिपि परे अपि समानं खलु भगिनि आं भगिनि अस्तु समापयामः तर्हि समापयामः मुमूर्च पर्यन्तं कृतवतः पुनः किन्तु रेकार्डिङ्ग् मूर्छा जाता रेकार्डिङ्ग् तु विद्यार्थी भगिनी करोति न तर्हि विद्या भगिनी भगिनी एव कर्तुं शक्यते अतः वयं सर्वे सा प्रारम्भं कृतवती परन्तु इदानीं नास्ति कृतवती अहं चिन्तयामि तत् स्थगितं चिन्ता नास्ति वयं सर्वे ट्वीट् कुर्मः एक्सिट् कुर्मश्चेत् तत् सेव् भवति इति मन्ये भवति भवति प्रथमं राल्लोपः कार्यं भवति अनन्तरमेव हल्ण्याभ्यो कार्यं भवति इति मन्ये भगिनि हल्ण्याभ्यो कार्यं कृत्वा सुगन्धलघुपदस्य करणीयमतः तत् भवति रालोपकुपन्दलकुपतस्य च अनन्तरमेव तकारलोपः वर्णकार्यम् इति अस्ति इति अङ्गकार्यम् इति राल्लोपः पूर्व तर्हि अमो मुर् इति भवति तकारस्य राल्लोपः तत्र चकारस्य लोपः अभवत् पूर्वमेव तदेव खलु चकारस्य लोपः करणीयमेव राल्लोपः अमो मुर् राल्लोपः कुकन्दलघुपतस्य विषये करणार्थम् अत्र तकारः आवश्यकी इति किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति अपि अस्ति प्रथमम् अङ्गकार्यं अनन्तरम् राल्लोपः प्रथमम् आयाति अनन्तरं पुगन्तलघुपतस्य च अस्तु निद्राग्रस्तास्मि अस्तु स्थगयामः भगिनीभ्यः नमस्काराः धन्यवादः धन्यवादः भगिनि नमस्कारः वदतु भगिनि कक्षा सम्यक् चालयति आमामां अहं किमपि न कृतवती सर्वे मिलित्वा एव न न भगिनी भवती सम्यक् चालितवती अतः एव वयम् आदौ एव मम तु ममापि संशयः मध्ये मध्ये जातः विद्या भगिनी बिकास् यु टुक् क्लास् बहु सम्यक् अस्तु अस्तु धन्यवादः धन्यवादः भगिनी धन्यवादः धन्यवादः